पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 50 युधिष्ठिर उवाच ज्येष्ठस्य कृष्णपक्षे तु किं नामैकादशी भवेद् श्रोतुमिच्छामि माहात्म्यं तद्वदस्व जनार्दन श्रीकृष्ण उवाच साधु पृष्टं त्वया राजन् लोकानां हितकाम्यया बहुपुण्यप्रदा ह्येषा महापातकनाशिनी अपरा नाम राजेन्द्र अपरा पुत्रदायिनी लोके प्रसिद्धिदां व्याधि अपरां यस्तु सेवते ब्रह्महत्याभिभूतोऽपि गोत्रः भ्रूणः तथा परापवादवादी च परस्त्री रसिकोऽपि च अपरा सेवनाद्राजन्विपाप्मा भवति ध्रुवं कूढसाक्ष्यं कूढमानं तुलाकूढं करोति यः कूढवेदं पठेद्यस्तु कूढशास्त्रं तथैव च ज्योतिषी गणकूढकूढायुर्वैदिकोऽभिषक् कूढसाक्ष्यसमयुक्तो विज्ञेया नरकौकसः अपरा सेवनाद्राजन्पापैर्मुक्ता भवन्ति ते क्षत्रियः क्षात्रधर्मं यस्त्यक्त्वा युद्धात् पलायते स यादि नरकं घोरं स्वीयधर्मबहिष्कृतः अपरा सेवनसोऽपि पापं त्यक्त्वा दिवं व्रजेद विद्यावान्यस्वयं शिष्यो गुरुनिन्दां करोति च स महापादकैर्युक्तो निरयं व्याधिदारुणम् अपरा सेवनात्सोऽपि सद्गतिं प्राप्नुयान्नरः महिमानमपराया शृणु राजन् वदाम्यहं मकरस्ते रवौ माके प्रयागे यत्फलं नृणां काश्यां यत्प्राप्यते पुण्यमुपरागे निमज्जनाद गयायां पिण्डदानेन पितॄणां तृप्तिदो यथा सिंहस्थिते देवगुरौ गौदम्यां स्नातको नरः कन्यागदे गुरौ राजन् कृष्णवेणी निमज्जनाद यत्फलं समवाप्नोति कुम्भकेदारदर्शनाद बदर्याश्रमयात्रायां तत्तीर्थसेवनादपि यत्फलं समवाप्नोति कुरुक्षेत्रे रविग्रहे गजाश्वहेमदानेन यज्ञं कृत्वा सदक्षिणं तादृशं फलमाप्नोति अपरा व्रतसेवनाद अर्धप्रसूदां गां दत्त्वा सुवर्णं वसुधां तथा नरो यत्फलमाप्नोति अपराया व्रतेन तद् पापद्रुमकुठारीयं पापेन्धनदवानलः पापान्धकारतरणिः पापसारङ्गकेसरी बुद्बुदा इव तोयेषु पुत्तिका इव जन्तुषु जायन्ते मरणायैव एकादश्या व्रतं विना अपरां समुपोष्यैव पूजयित्वा त्रिविक्रमं सर्वपापविनिर्मुक्तो विष्णुलोके महीयते लोकानां च हितार्थाय तवाग्रे कथितं मया पठनाश्रवणाद्राजन् गोसहस्रफलं लभेत् इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायामुत्तरखण्डे उमापदि नारदसंवादे ज्येष्ठ कृष्णापरैकादशी नाम पञ्चाशत्तमोऽध्यायः ॐ